नमस्कारः. अद्य अदादिगणे हलन्तदातवः इति विषयः अनुवर्तते पाठः. तर्हि गतसप्ताहे मङ्गलवासरे पुनः छत्रजाता अजातोः विषये यत्र आभीयकार्याणि आयान्ति, चिन्तनं कथं भवेयुः इति भवेत् इति महोदय ईपत्रम् एकं प्राप्तवती, भवन्तौ अहं प्रेषितवती, एकवारं तदहं पठामि. पश्यामः चेत् अत्र अस्योगः हि इति अस्धातोः विषये लोटि मध्यमपुरुषे हि इति प्रत्ययः. तर्हि सूत्रत्रयस्य प्रसक्तिः अस्ति, गसोरे भावभ्यासलोपश्यति सूत्रम्, अनन्तरं कुजल्व्यो हेल्भिः श्नसोरल्लोपः इति. तर्हि प्रश्नः जातः, आभीयकार्याणि सन्ति, एकस्य कार्यम् अन्यत् न पश्यति एव, तर्हि सूत्रकर्मकमस्य आवश्यकता अस्ति किम्? यत्किमपि भवितुम् आदौ यत्किमपि सूत्रम् आदौ कार्यं करोति चेत् अन्यदपि अग्रे कर्तुं शक्नोति खलु इति चिन्तनम् आसीत्, एकं चिन्तनम् आसीत्. द्वितीयं चिन्तनम् आसीत् किम् आसीत्, क्रमः द्रष्टव्यः. तर्हि क्रमः द्रष्टव्यः चेत् कः भवति, कः क्रमः कः भवति इति प्रश्नः आसीत्, कथं निर्णेतुं शक्नुमः इति. तर्हि तस्मिन् दिशि महोदय मङ्गलवासरे चर्चां कृतवान्, मित्रं कमपि दृष्ट्वा उक्तवान्, मित्रमुक्तवान् बाध्यभावः अस्ति, तर्हि क्रमस्क्र विप्रतिष्यते परं कार्यम् इति सूत्रस्य प्रसक्तिः अस्ति इति महोदय उक्तवान्. तर्हि तस्मिन् विषये अग्रे महोदय पुनः पुष्पदीक्षितमहोदयां पृष्ट्वा ईपत्रमेकं लिखितवान्, तदहं पठामि. किम् इत्युक्ते आभीयकार्ये यत्र आभीयकार्यं यत्र अस्ति तत्र तु विप्रतिष्यते परं कार्यम् इत्यस्य कार्यं, तत्रापि चिन्तनं तत्रापि भवितुमर्हति, भवति निश्चयेन भवति इति. अत्र असिद्धवतत्राभात् इत्यनेन तादृशक्रमः मास्तु इति किमपि नास्ति, क्रमं निश्चयेन द्रष्टव्यं. तर्हि अत्र सूत्रत्रयम् अस्ति खलु, घ्वसोरे धावभ्यासलोपश्य सुजल्भ्योर्हेर्भिः श्नसोरलोपः इति त्रीणि सूत्राणि सन्ति. अत्र पश्यामः चेत् श्नसोरल्लोपः इति सूत्रस्य अत्र चिन्तनम् अस्माकं चिन्तनमासीत् विप्रतिषेधे परं कार्यम् इति वदामः चेत् अत्र तु एकम् अत्र मङ्गलवासरचर्चायां किम् अभवत् इत्युक्ते वयं वदामः खलु अन्यत्र अन्यत्र लब्धावकाशस्य एकत्र प्राप्तिः भवति चेत् तदेव किमस्ति विप्रतिषेधः इति वदामः खलु इति. तर्हि अन्यत्र अन्यत्र लब्धावकाशः एकत्र प्राप्ति तुल्यबलविरोधः इति चेत् विप्रतिषेधे परं कार्यम् इति चिन्तनमासीत्. तर्हि प्रश्नः जातः, अत्र एकत्र प्राप्तिः इत्युक्ते स्थाने समानं भवतु इति इति स्थितिः किम् इति आवश्यकं किम् इति. तर्हि तस्मिन् विषये महोदय अत्र स्पष्टीकृतवान्. नमस्कारः. अत्र किं वदामि स्म इत्युक्ते अत्र महोदय अत्र अस्धातोः लोट् लकारे हि प्रत्ययस्य हि प्रत्यये परे त्रीणि सूत्राणि सन्ति, ग्वसोरे धावभ्यासलोपश्य हुजल्भ्युर्ति इति शिश्नसोरलोपः इति सूत्रत्रयं त्रयस्यपि प्रसक्तिः अस्ति. किन्तु आवीयकार्ये कार्याणि सन्ति इति कृत्वा क्रमः द्रष्टव्यः किम् इति प्रश्नः आसीत्. अनन्तरं द्वितीयमासीत् क्रमः द्रष्टव्यः चेत् कः क्रमः कथं निर्णेतुं शक्नुमः, अत्र तु एकं सूत्रम् अन्यत् न पश्यति इति तादृशचिन्तनमासीत्. तर्हि महोदयः मातरं पृष्ट्वा अत्र ईपत्रं लिखितवान्, अहं प्रेषयिष्यामि महोदयमपि. मङ्गलवासरस्य चर्चा यत् भवति इत्युक्ते विप्रतिषेधे परं का चर्चा तत्र यदा चर्चा जाता तस्मिन् समये प्रश्नः उद्धृतः इत्युक्ते अत्र एकत्र विप्रतिषेधः इति वदामः चेत् अन्यत्र अन्यत्र लब्धावकाशः एकत्र प्राप्तिः अस्ति चेत् तुल्यबलविरोधः इति पूर्वं दृष्टवन्तः यत्र तुल्यबलविरोधः अस्ति चेत् विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसक्तिः तर्हि परकार्यं कार्यमस्ति पूर्वं दृष्टवन्तः तर्हि प्रश्नः जातः एकत्र प्राप्तिः इत्युक्ते किं स्थाने समानं भवत् समानः इति आवश्यकं किम् इति आवश्यकः किम् इति तर्हि तस्मिन् विषये एव महोदय अत्र उक्तवान् अत्र सूत्रत्रयं वर्तते वसोरेधावभ्यासलोकस्य कूजल्ब्युर्केति इति सूत्रत्रयं वर्तते अनन्तरं क्षणसोरलोकः अत्र पश्यामः चेत् वसोरेधावभ्यासलोकस्य कूजल्ब्युर्केति अनयोः मध्ये विरोधः अस्ति श्नसोरलोपः इत्यस्य विरोधः नास्ति इति अत्र एक इति उक्तवान् तर्हि यत्र विरोधः वर्तते तत्र तु प्रतिष्यते परं कार्यमिति भवति यत्र विरोधः नास्ति तस्य तु कार्यं तत्र तु किमस्ति विप्रतिष्यते परं कार्यमिति तत्र सूत्रक्रमः न द्रष्टव्यः इति तर्हि विरोधः अस्ति इति वदामः चेत् अत्र अत्र तु अत्र किम् इत्युक्ते अत्र विरोधः कथं स्थाने तु समानमस्ति किम् इति द्रष्टव्यः खलु तर्हि तस्मिन् विषये पश्यामः चेत् वसोरेधावभ्यासलोपश्यति सूत्रे सूत्रं वदति अर्धातुः स्थाने अस्ति इति सूत्रेण सूत्रं पश्यामः चेत् अर्धातुः स्थाने अस्ति अर्धातोः सकार अन्तिम अलोन्तस्य चेत् अन्तिमसकारः स्थाने अस्ति कूजल्ब्योर्हेद्भिः इति पश्यामः चेत् प्रत्ययः स्थाने अस्ति खलु प्रत्ययस्य स्थाने धि आदेशः भवति तर्हि स्थाने तु भिन्नम् अस्ति खलु स्थाने तु भिन्नम् अस्ति भिन्नम् अस्ति तर्हि कथं वा विप्रतिषेधः इति महोदय इति अस्माकं प्रश्नः आसीत् किम् इत्युक्ते महोदयस्य उत्तरमस्ति स्थाने समानमिति न आवश्यकं यत्र तुल्यबलविरोधस्य कृते यत्र क्रास् ओवर् आफ् दि निमित्तम् इति उक्तवान् इत्युक्ते अहं मम अवगमनम् एवम् अस्ति प्रायः पूजल्व्यसेद्धि इति सूत्रस्य स्थाने गसोरेधावभ्यासलोपस्य इत्यस्य निमित्तम् अस्ति तथा एव गसोरेधावभ्यासलोपस्य इत्यस्य स्थाने कूजल्ब्योहेदि इत्यस्य निमित्तमस्ति खलु तर्हि उभयोः मध्ये तत्र सम्बन्धः वर्तते खलु कार्यद्वयं तयोः मध्ये किञ्चन सङ्कर्ष विरोधः भवति तत्र इति कृत्वा विरोधी अस्ति एकं सूत्रम् अन्यस्य कृते विरोधी अस्ति इति कृत्वा विप्रतिष्यते परं कार्यं इति सूत्रस्य कार्यं तत्र क्रमः द्रष्टव्यः इति मम अवगमनं भवन्तः अपि पत्रं दृष्ट्वा किं चिन्तयन्ति इत्यस्य वदतु तर्हि महोदय सारांशरूपेण उक्तवान् इत्युक्ते वसोरेधावभ्यासलोपस्य अनन्तरं पूजल्ब्युर्केभिः सूत्रद्वयमपि द्वयोः अपि प्रतिषेधः अस्ति तुल्यबलविरोधः अस्ति इति कृत्वा सूत्रक्रमं पश्यामः चेत् वसोरेधावभ्यासलोपस्य इति सूत्रं प्रथमं कार्यं करोति अनन्तरं पूजल्ब्युर्केभिः इति कार्यम् अस्ति किमर्थम् इत्युक्ते वसोरेधावभ्यासलोपस्य परकार्यम् अस्ति इति कृत्वा तदेव प्रथमं कार्यम् किन्तु श्नसोरल्लोपः इति पश्यामः चेत् तस्य स्थाने किम् अस्ति अत्र धातोः आदौ यत् अकारः अस्ति अत्र तु अकारः तु निमित्तं किमपि नास्ति वसोरे धावे धाव अभ्यास लोपशे इत्यस्य किणितं नास्ति, खुजल् गृहेदि इत्यस्य किणितं नास्ति, किमपि सम्बन्धः नास्ति इति कृत्वा तत्र श्नसोरलोपः इत्यस्ति इति सूत्रस्य प्रवर्तनस्य कृते वयं सूत्रतमः न द्रष्टव्यः. तर्हि आदौ कुर्मः चेदपि समीचीनमेव, अनन्तरं कुर्मः चेदपि समानमेव इति पत्रं लिखि पठित्वा मम अवगमनमेव. रामप्रिया भगिनी किं चिन्तयति भवत्याः? मम आम् सम्यक् एव. क्रास् ओवर् आफ् निमित्तमेव अहं चिन्तयामि कथं भवति इति. तत्र यदा भवती उक्तवती तत्र तु अस् धातोः इति ग्वसोर् द्वेभ्यश्च लोपश्च इत्यस्य स्थानमस्ति, अस् धातोः स्थाने एकारादेशः. हूजल्भ्योहेर्भिः हूजल्भ्ये हङ्गेभ्यः हे हे दि हि इत्यस्य स्थाने दि आदेशः भवति. सम्यक् एव भवति. तत्र हि प्रत्यये परे इति निमित्तम् अस्ति. अत्र यद् हि प्रत्यये परे इति यत्र अस्ति तदेव अत्र निमित्तम् इति भवति इत्येव क्रास् ओवर् इति आगच्छति. पूर्वमपि मम चिन्तनमेव स्थाने इति अहं न अङ्गीकृतवती, किन्तु कथम् एकत्र इति कथम् आयाति, कुत्रचित् ओवर्लाप् इति अवगतवती, किन्तु कदा ओवर् कथं सम्बन्धः कथं भवति इति मम मनसि किञ्चन भ्रमः जातः. किं न कृतवती अधुना भगिनी, यदि प्रथमं कार्यं करोति तस्य कार्यं न भवति वा? अभ्यकार्यमस्ति तत् भवति. निमित्तं हे अस्ति, यदि धि भवति त हे नास्ति न, किन्तु अभ्यकार्यमस्ति तत् अव्ययकारे स्तः इति कृत्वा कार्यं न पश्यति. तत्तु तत्तु अस्माकं संशयः, तत्र तु अस्माकं संशयः नास्ति. निश्चयेन एकस्य कार्यं, यदि कुजल्भ्यः यदि प्रथमं कार्यं करोति वा, गोत्वरलोपः कार्यं करोति वा, श्नाभ्यस्योरातः प्रथमं कार्यं करोति वा, एकस्य कार्यम् अन्यत् न पश्यति एव, पश्यति एव. त्रयाणां सूत्राणामपि तथा एव स्थितिः. किन्तु प्रश्नः अस्ति क्रमः भवति किम्, अस्माकं चिन्तनं कथं भवेत् इति प्रश्नः. अतः यदा अतः यदा विप्रतिषेधः द्वयोः सूत्रयोः मध्ये अस्ति चेत् क्रमः तु भवति एव. आभ्यकार्यस्य कृते वा बहिः, आभ्यकार्यस्थलस्य बहिः अस्ति चेदपि क्रमः तु भवति एव. यदा परन्तु विप्रतिषेधद्वय सूत्रयोः मध्ये विप्रतिषेधं नास्ति चेत्, यदा हूज ग्वसोर् द्वाभ्योस लोपश्च अनन्तरं श्नास किं श्नसोर्लोपः, तत्र तु विप्रतिषेधः नास्ति, तत्र क्रमस्य चिन्तनं न आवश्यकम् इति एवं किल इति पत्रं दृष्ट तदेव. गोचरात् अभ्यासलोपः सूत्रं हूजल्भ्योः इति प्रथमसूत्रं धातुमध्ये कार्यं करोति, हूजल्भ्योः इति प्रत्ययमध्ये कार्यं करोति. कथं सन्दर्शः अस्ति अत्र न जानामि. इत्युक्ते तदेव महोदय, किमपि निमित्तस्य ओवर्लाप् इति किमित्युक्ते गोसोरे धावे धाव अभ्यासलोपश्यति सूत्रं पश्यामस्ति, तत्र निमित्तं किं हौ इति अस्ति. हौ इत्युक्ते हि प्रत्यये परे इति खलु, हि परे इति निमित्तमस्ति. हि प्रत्यये परे गोसोरे धावभ्यासलोपश इत्यस्मिन् निमित्तमस्ति हि प्रत्यये परे. स्थाने किम् अस्ति, स्थाने किम् अस्ति, तत्र कार्यं कुत्र भवन् न निमित्तं प्रत्ययः अस्ति हि प्रत्ययः. अस् धातोः अस् धातोः विषयः कः, कार्यं किम् अत्र? अस् धातोः सकारस्य स्थाने एकारादेशः एज् इति आदेशः खलु. धातोः इति उक्तमस्ति, अस् धातोः एकारादेशः इति एत् आदेशः इति उक्तमस्ति. किन्तु वयं जानीमः धातोः इत्युक्ते पूर्णतया धातोः स्थाने एकारादेशः वा इति प्रश्नः उदेति खलु. तस्मिन् समये किम् अस्माकं परिभाषासूत्रमस्ति एकम् अलोन्तस्य इति सूत्रं, तद् आगत्य कार्यं करोति. तद् वदति नाम पूर्णतया आदेशः नास्ति किन्तु अन्तिम अल्वर्णस्य एव आदेशः इति. अत्र तु किमित्युक्ते स्मरति किं महोदय, अलोन्तस्य सर्वत्र कार्यं करोति, यत्र यत्र धातुः यत्किमपि भवतु अन्तिम अल्वर्णस्य इति सामान्यसूत्रमस्ति. अनन्तरं वयं पठितवन्तः अनेकाल्षित् सर्वस्य इति, अनेकाल् वा आदेशः यदि अनेकाल् आदेशे यदि अनेक अल्वर्णाः सन्ति नो चेत् षित् अस्ति चेत् तदपि भवति. किन्तु अत्र तथा नास्ति खलु, इकारादेशः अस्ति ए इति एकस्य वर्ण आदेशः इति कृत्वा अलोन्तस्य इत्येव कार्यम्. तर्हि अलोन्तस्य इति इत्यनेन किम् अवगच्छामः, अर्धातोः अन्तिमसकारस्य स्थाने खलु अलोन्तस्य किं वदति, तर्हि स्थानी अस्ति सकारः. स्थानी इति वदामः चेत् यत्र आदेशः वा आगमः वा लोपः वा भवति तद् सः वर्णः सः तत् स्थलमस्ति खलु तदेव स्थाने अस्ति, यः भागः अस्ति तदेव स्थाने अस्ति. अत्र तु स्थाने अस्ति केवलम् इस् इति वर्णः अस्ति खलु, सकारः केवलम् अन्तिमसकारः. अनन्तरं वयं पूजल् ब्योर्हेति पश्यामः चेत् तद् किं वदति, तत्र तु हू अनन्तरं हू धातुतः अनन्तरं जलन्तेभ्यः धातुभ्यः इति अस्ति. अत्र तर्हि अस्य सूत्रस्य निमित्तं किम्, अस् योगः हि इति स्थितौ जल् वर्णः किम् अस्ति, जलन्तेभ्यः धातुभ्यः इति अस्ति. जल् वर्णः कः अन्तिम धातुः जल् वर्णः सकारः अस्ति. तर्हि अस्माकं पूर्वस्मिन् सूत्रे अस्माकं स्थाने यत् आसीत् तत्तु अस्मिन् सूत्र अस्य सूत्रस्य निमित्तमस्ति, गलन्तेभ्यः धातुभ्यः इति अस्ति. अनन्तरं निमित्तं समानं नास्ति खलु, स्थानि उपरिषदसूत्रस्य स्थानि अस्य सूत्र फुल् चेर्दि इति सूत्रस्य निमित्तं भवति. निमित्तं स्थाने उभयोः मध्ये भेदः आगच्छति खलु महोदय. निमित्तम् इत्युक्ते स्थाने डिफ्रेण्ट्, यद् षष्ठी विभक्तेः प्रयोगः यत्र भवति तदेव स्थाने. तर्हि अत्र षष्ठीविभक्तेः प्रयोगः किं कुत्र अस्ति, कूजल् ब्योहेर्दि इति सूत्रे हे हे स्थाहे दि इति आदेशः. तर्हि हि इति हि इत्यस्य अपेक्षया तस्मिन् स्थले हि इत्यस्मिन् स्थले दि आदेशः भवति. तर्हि हि इति स्थाने अस्ति. तर्हि हि अस्य हूजल् ब्यो हेर्दि पश्यामः चेत् अन्तिमसकारः अर्धातोः अन्तिमसकारः किम् अस्ति निमित्तमस्ति, अनन्तरं हि इति स्थाने अस्ति, प्रत्ययः स्थाने अस्ति. किन्तु गसोरेधावभ्यासलोपस्य पश्यामः चेत् अन्तिमसकारः अर्थात् अन्तिमसकारः स्थाने अस्ति किन्तु हि इति प्रत्ययः हि प्रत्ययपरे हि इति प्रत्ययः निमित्तमस्ति. हि इति सप्तमी विभक्ति अस्ति खलु अत्र गसोरेधावभ्यासलोपस्य सर्वदा अनुवृत्तिसहितस्य स्थाने एकारः आयाति किन्तु निमित्तं किं हौ इति अस्ति, हौ इति सप्तमी विभक्ति. तर्हि सप्तमी विभक्ति निमित्तं भवति, पञ्चमी अपि निमित्तं भवितुमर्हति. अत्र कुजल् ब्यो हेल्दि इत्यस्मिन् इत्यस्मिन् पश्यामः चेत् अस्य इति धातुः तु निमित्तमेव अस्ति खलु, पञ्चमी निर्देशः अस्ति. किन्तु इत्युक्ते किं पूर्वकार्यम् इति खलु, पञ्चमी मीन्स् परकार्यं, सप्तमी मीन्स् पूर्वकार्यं. परकार्यं परं भवति, सत्यं कार्यं परं भवति परकार्यं. तर्हि तदपि परकार्यमस्ति निमित्तमस्ति पञ्चमी विभक्ति निर्देशः, किन्तु षष्ठी निर्देशः तु स्थाने. अत्र सकारः षष्ठी वा पञ्चमी वा स्थानम् अत्रैव धातोः इति अस्ति. पश्यामः चेत् वसोः इष्टि इति षष्ट्यन्तम् इति महोदय उक्तवान्, प्लस् अस् वसोः इति इतरेतरद्वन्द्वः अस्ति. गसौ इति इतरेतरद्वन्द्वः तयोः गसौ वसोः इति षष्ठी खलु. तदर्थमेव महोदय पूर्णतया अत्र सूत्रार्थः लिखति महोदय अर्थम् इति लिखति, अस्माकम् अवगमनाय स्थाने किं निमित्तं किम् पञ्चमी निर्देशः कुत्र अस्ति, षष्ठी निर्देशः कुत्र इति सर्व इति प्रथम यदि आदेशः वा आगमः वा लोपः चेत् प्रथमा विभक्ति भवति खलु निर्देशः तस्य अवगमः भगिनी किमपि उक्तवती किं भगिनि भगिनी सूत्रस्य सन्धिविभजनं करो मया न अवगतम् किम् आं रामप्रिय भगिनी वक्तुमिच्छति किं भगिनि वसोरे धावभ्य अस्ति वा पश्यति तत्र सन्धि सन्धि वा ओ ओ गू गू असौ तत्र उकारः आकारः अस्माकं यण् सन्धि वकारादेशः ग्वसौ ग्वसोः इति विसर्गसन्धि पृच्छति किं विभक्ति पृच्छति किं सन्धि एव पृष्टवती सन्धि एव वा ओ अस्तु ग्वसोः अनन्तरम् एत् इति भवति तत्र अस्माकं परिचित सूत्रं जलां जशि अतः एद् इति आगच्छति एद् एत् हौ इति तत्र जयोः अन्यतरस्याम् इति सूत्रेण हकारस्य स्थाने पूर्वसवर्णः आदेशः भवति अतः एव दकारः ध चतुर्थ महाप्राणदकारः हौ अनन्तरम् अभ्यासश्च औ एचौयवायावः आव् आदेशः गू असोः एत् हौ अभ्यासलोपश्च सूत्रं किम् आसीत् भगिनि धकारस्य हकारस्य धकार जयोः अन्यतरस्य 62 इति चिन्तयामि भगिनि 84 इति जानामि 62 एव भगिनि आम् जयोः अन्यतरस्य भगिनी ह स्थाने द्वौ आगच्छति तदनन्तरं चोया वा भवति आम् औ हौ धौ इति भवति इदानीं धौ इति भूत्वा औ एचोया वा आव् किम् इत्युक्ते सारांशः किम् इत्युक्ते द्विप्रतिषेधे परं कार्यम् एतत् सपादसप्ताध्यायं सर्वत्र अनन्तरं भवति परन्तु विरोधः भवेत् विरोधः नास्ति चेत् तत्र किमपि कार्यं नास्ति आभ्यकार्यस्य मध्ये अपि यदा विप्रतिषेधः अस्ति चेदेव सूत्रसङ्ख्यायाः महत्त्वं यदा विरोधः नास्ति सूत्रयोः मध्ये चेत् तत्र सूत्रसङ्ख्यायाः महत्त्वं नास्ति इत्येव किल भगिनि किं तदेव सोरलोपः इति सप्तम अध्यायस्य सूत्रम् आम् वक्तुमिच्छति किं न न अहं श्नसोरलोपः इति षष्टम अध्यायस्य सूत्रमेव किल षष्टमचतुर्थपादस्य एकादश अधिक एकशतं परसूत्रमेव यदा सूत्रसङ्ख्यायाः दृष्ट्या पश्यामः चेत् परन्तु यदा विरोधः नास्ति इति कृत्वा एतयोः सूत्रयोः कार्यं प्रथमं भूत्वा अनन्तरं तस्य कार्यम् अधुना पश्यामि श्नसोरलोपः इत्यस्मिन् निमित्तम् अस्ति इति सर्वधातुके परे इत्युक्ते हि इति प्रत्ययः निमित्तं भवति ग्वसोरे धावे अभ्यासलोपस्य पश्यामः चेत् क्षम्यतां पूजल्गृहे अपि पश्यामः चेत् तत्तु हि इति निमित्तं भवति खलु तत्र किन्तु किन्तु अस्माकं तानिवत् आदेशः नल् विदौ इत्यनेन यत्किमपि आदेशः भवति चेत् अपि किम् अस्ति सार्वधातुकेनिति इति एव गुणं प्राप्नोति इति कृत्वा तत्र तु विप्रतिष्यकः नास्ति इति वदामः. ओके, नास्ति किल, तद् प्रायः पृच्छामः. यदि निमित्तम् अस्ति, यद्यपि निमित्तम् अस्ति, अस्य निमित्तं तस्य श्नसोरलोपः इत्यस्य निमित्तं सार्वधातुकीनीति इति अस्ति. इत्युक्ते अस्माकं कार्यं यदि पश्यामः चेत् हि इति प्रत्ययः अस्ति, तत्तु पूजलद्योहेदि इति सूत्रस्य स्थानी भवति. तस्मिन् सन्दर्भे किन्तु यद्यपि स्थाने भवति तत्र सङ्कर्षः नास्ति, तत्र तु विप्रतिश बाधकं नास्ति, बाध्यभाव बाधकभावः नास्ति. किमर्थम् इत्युक्ते यद्यपि स्थाने अस्ति, हि दि आदेशः भवति चेदपि दि अपि हि प्रत्ययस्य एव गुणं प्राप्नोति, स्थानिवद् आदेशो नल्विद इति. साक्षात् हि इति श्नसोरयोगः इत्यस्मिन् न उक्तमस्ति, केवलं भगिनी, पूर्ण अवगमनार्थं विप्रतिषेधे परं कार्यं तस्य सूत्रस्य परिभाषा वदति. आम् भवती सूत्राणां बलाम्बलम् इति तद् करपत्रम् उद्घाटयितुम् इच्छति किम्? तद् करपत्रम् एकवारं पश्यामः चेत्. अस्तु, सूत्राणां बलाबलम् 4-7 इति करपत्रं चतुर्थभागस्य सप्तमकरपत्रम् पश्यामि. अस्तु, अत्र पठतु भगिनि, भगिनी एव पठतु. महाभाष्यवाक्यम् इति अस्ति खलु, अन्यत्र अन्यत्र लब्धः कास्ति एकत्र कास्ति. कुत्र अस्ति भगिनि? तत्र बलाबलचिन्तनम् इति अष्टाध्यायी प्रथमबिन्दुः प्राप्तम्. 4-7 किं भगिनि? अष्टाध्यायी परिचयः इति चतुर्थभागः अस्ति खलु महोदयस्य जालपुटे. अष्टाध्यायी परिचयः इति चतुर्थभागः अस्ति, तस्मिन् सप्तमपकरपत्रम् अहं लिङ्क् प्रेषयामि वा ईपत्ररूपेण. अहं पठामि किं भगिनि? महाभाष्यवाक्यम् अन्यत्र अन्यत्र लब्धावकाशो अवकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः विरोधः एव. लब्धः अवकाशः यस्य तत् लब्धावकाशम् सूत्रं, यदि द्वे सूत्रे स्तः ययोः द्वयोः अपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशो अस्ति, अपि च यदि इमे द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः, तर्हि इमे द्वे सूत्रे तुल्यबले इति उच्यते. अपि च सामान्यस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः च परस्परः सङ्घर्षः, सः तुल्यबलविरोधः इति उच्यते. तर्हि अस्माकम् उदाहरणं पश्यामः चेत् अन्यत्र अन्यत्र प्राप्तिः भवति किम् इति तत्र पश्यामः चेत् तत्र तु गुसंज्ञकः धातोः अथवा अस् धातोः कृते एव तस्य कार्यं भवति. अतः हू जल्भ्यो हेर्दिः, तत्र तु हू धातुतः वा जलन्तेभ्यः धातुभ्यः हि प्रत्ययस्य स्थाने, इत्युक्ते मध्यमपुरुष एकवचन परस्मैपदी धातोः विषये एव तस्य कार्यं भवति. किन्तु हू धातुतः अपि कार्यं भवति, कार्यं भवति सारांशः. अत्र तु वसोरे धाविलोपश पश्यामः चेत् गुसंज्ञकधातुः अपि सर्वे सर्वेषां धातूनामपि तादृशकार्यं भवति. तर्हि अन्यत्र लब्ध अवकाशः वर्तते इति वर्तते अनन्तरम् एकत्र प्राप्तिः इति प्रश्नस्य बिन्दुः अस्ति. एकत्र प्राप्तिः इत्युक्ते महोदय अधुना स्पष्टीकृतवान् स्थाने समानम् इति न, किन्तु किम् अस्ति ओवर्लापिङ्ग् निमित्तं किमपि अस्ति चेत् तत्र तत् एकत्र प्राप्तिः इति उदाहरणमत्र करपत्रे पश्यामः चेत् सुखि च इति बृक्षयोगः भ्याम् इति अस्ति. अत्र सुतीच इत्यनेन यज्ञि सुतीच अङ्गस्य अतः दीर्घः, तर्हि आ इति आयाति वृक्षाभ्याम् इति. अनन्तरं बहुवचने जलेत् इति अदन्तस्य अङ्के स्थितस्य बहुवचने जलि सुति अङ्गस्य अतः येत् अकारस्य एकारादेशः भवति. सुतीच इति सूत्रेण यत्र मध्ये द्विवचने आकारः भवति खलु, तर्हि अङ्गस्य दीर्घः भवति, अतः दीर्घः भवति. किन्तु बहुवचने अस्ति चेत् बहुवचने जल्येत् इत्यनेन एकारादेशः भवति, तर्हि वृक्षयोगः भ्याम् इति स्थितौ. भगिनी पठतु भगिनि सुपि च वा तदेव अग्रे वृक्षयोगः भ्याम् इति स्थितौ. वृक्षयोगः भ्याम् इति स्थितौ सुपि च इत्यस्य प्रसक्तिः अस्ति, बहुवचने जल्येत् इत्यस्य प्रसक्तिः नास्ति, यतोहि यतः भ्यां बहुवचने नास्ति. आम्, वृक्षयोगः सु इति स्थितौ, तत्र वृक्षयोगः सु इति बहुवचनं सप्तमी बहुवचनं, तत्र बहुवचने जल्येत् इत्यस्य प्रसक्तिः अस्ति, सुपि च इत्यस्य प्रसक्तिः नास्ति, यतः सुप् अस्तु वदतु भगिनि. ओ आमामां यज्ञादि नास्ति. आमाम् अत्र एकस्य एव सूत्रस्य प्रसक्तिः, तत्र विप्रतिषेधः किमपि नास्ति. परन्तु तत्र वृक्षयोगः भ्यस् इति स्थितौ भ्यस् यङ्यादिसुप्रत्ययः, अतः सुपीच इत्यस्य प्रसक्तिः अस्ति. भ्यस् जलादि बहुवचनार्थ सुप्रत्ययः, अतः बहुवचने जल्येत् इत्यस्यापि प्रसक्तिः अस्ति. तत्र द्वयोः सूत्रयोः अन्यत्र लब्धावकाशे अपि तयोः अधुना एकत्र प्राप्तिः वृक्षयोगः अभ्यास इत्यस्यां स्थितौ, अतः अत्र तुल्यबलो विरोधः. अस्तु उभयोः यङि सुपीच इत्यस्मिन् निमित्त अङ्गं पश्यामः चेत् निमित्त स्थाने पश्यामः चेत् अकारान्तम् अङ्गम् इति एव अकारान्तिम् अकारः तदेव स्थाने अस्ति. किन्तु निमित्तं पश्यामः चेत् सुपीच इत्यस्मिन् यङि सुपि इति अस्ति, बहुवचने जल्येत् इत्यस्मिन् बहुवचने जलि सुपि इति अस्ति. ओके, तर्हि प्रथमम् एकम् उदाहरणं दृष्ट्वा तर्हि यत्र भ्यस् अस्ति तत्र तु तुल्यबलविरोधः अस्ति. सूत्रद्वयमपि एकमेव सूत्रद्वयम् अस्ति, किन्तु कार्यं दृष्ट्वा कुत्रचित् तुल्यबलविरोधः वर्तते, कुत्रचित् तुल्यबलविरोधः न भवति, कार्यमेव न भवति. तर्हि यत्र तुल्यबलविरोधः अस्ति तत्र तु तत्र तु तत्रैव वयं प्रतिषेधे परं कार्यम् इति परकार्यं कुर्मः खलु. अन्यत् उदाहरणं महोदय दत्तवान् अत्र आद्गुणः वृत्तिरिचि इति. अत्र योगः एव इति स्थितौ आद्गुणः इति कार्यं करोति चेत् आत् अचि पूर्वपर्यकः गुणः संहितायां गुणवर्णस्य एव आदेशः भवति, तर्हि अत्र एव इति भवति. वृद्धिरेचि इति कार्यं करोति चेत् अत्रैव इति भवति. तर्हि गुणसन्धि वा वृद्धिसन्धि वा इति पश्यामः चेत् अन्यत्र लब्धावकाशः अस्ति वा इति प्रश्नः अस्ति. अत्र प्लस् एव इत्यन्तशयम् आद्गुणः कार्यं करोति, वृद्धिरेचि इत्यस्य अन्यत्र लब्धावकाशः भविष्यति वा? नैव. तत्तु अपवादसूत्रं भवति वृद्धिरेचि इति कृत्वा, तत्र तु अन्यत्र लब्धावकाशः नास्ति इति उदाहरणं. तर्हि यत्र अन्यत्र अन्यत्र लब्धावकाशः इति द्रष्टव्यं मुख्यतया, अनन्तरम् एकत्र प्राप्ति इति द्रष्टव्यं. बिन्दुद्वयं वर्तते तत्र वित्प्रतिषेध तुल्यबलविरोधार्थम्. अनन्तरं सूत्रं द्वितीयबिन्दुः अस्ति वित्प्रतिषेधे परं कार्यम् इति. समानकाले तुल्यबले सूत्रे कार्यं कर्तुं मायाति चेत् परसूत्रस्य कार्यं पूर्वं भवति. तर्हि वृक्षयोगः ब्यस् इति स्थितौ कृती च बहुवचने जल्ये द्वयोः अपि अन्यत्र लब्धावकाशः अस्ति द्वयोः सूत्रयोः, अनन्तरम् एकत्र अधुना एकत्र प्राप्तिः अपि अस्ति, तर्हि परसूत्रं बहुवचने जल्येत् इति सूत्रस्य कार्यं भूत्वा वृक्षेभ्यः इति चित्रभगिन्याः चित्रमपि अस्ति वेन् डायग्राम् रूपेण. सरला भगिनी अत्र अग्रे पुनः द्रष्टव्यं चेत् किमपि किञ्चित् पठनीयं अवगत साधु भवति विनन्यति तन्ने खलु पठित्वा बलाबल चिन्तनं कृत्वा पठितवती पूर्वं, किन्तु मनसि न तिष्ठति. पुनः पुनः पठामः चेदपि किञ्चित् किञ्चन भ्रमः भवति एव. तर्हि अग्रे गच्छामः किम्? नूतनविषयः नास्ति. दुग्धातुः वयं गतसप्ताहे कृतवन्तः खलु, उभयपदी धातुः इति रूपद्वयमपि वयं दृष्टवन्तः. कुर्मः इति किं भगिनि? दुग्धातुः उदाहरणं वक्तुं शक्नोति किं भगिनि? दुग्धं दोग्धि इति. ओ ओ एवं वा, ओ अस्तु. न अहं तु तस्मिन् विषये अधिकं न चिन्तितवती, किन्तु अधुना चिन्तयामि वाक्यमेकं रचयामः चेत्. गीतायाः वाक्यमस्ति किल भगिनि, प्रथमं ध्यानश्लोके विस्मृतवती, क्षम्यतां. दोग्धा गोपालनन्दनः इति. यः दुग्धं दोग्धि इति दुग्धं दोग्धि इति अर्थे आम् ध्यानश्लोके प्रायः. तावदेव अस्ति. अनन्तरं यील्डिङ्ग् ग्रान्टिङ्ग् इत्यपि शब्दकोशे पश्यामि. कामान् दुग्धे विप्रकर्षति लक्ष्मीमिति अस्ति खलु. कीर्तिं कूते इति किं सुक्तिः श्लोकम् अस्ति खलु. अनन्तरं टु एन्जाय् टु कास्ट् मिल्क् इति अपि दुदुक्षति इति राजन् दुदुक्षति यदि क्षितिधेनुरेताम् इति क्षम्यता दोहयति इति दुग्धातोः निजन्तरूपमपि दोहयति इति दोहयति दोहति इति अन्यत् अस्ति दातुम् अस्ति इति मन्ये टु हर्ट् कास् पेन् आर् ड्रस् डिस्ट्रेस् इति अग्रिमदातुं पश्यामः द्रष्टुं किञ्चित् प्रायः तत्र अग्रे गच्छामः अस्माकं दुःखदातोः विषये दृष्टवन्तः तत्र विप्रतिषेत बलाबलचिन्तनस्य आवश्यकता अस्ति अत्र प्रमुखविषयः आसीत् एकाच वशोभस्य स्वोः इति आसीत् तत्र तु सर्वदा वयं विस्मरामः जनाः अपि विस्मृतवन्तः पूर्णतया एकाच धातुः इति नास्ति किन्तु धातोः अवयवः यत्र एकाच भागः अस्ति अनन्तरम् एकाच भागस्य साक्षात् एकाच भागः अस्ति एकाच भागस्य आदौ यः एकाच भागः अस्ति आदौ किमपि भवतु अन्ते यत् एकाच भागः अस्ति अङ्गस्य अङ्गस्य एकाच भागस्य आदौ तु बश्यवर्णः अनन्तरं जशन्तदातु जशन्तदातुः अस्ति चेत् तादृश अवयवः अस्ति चेत् अनन्तरं तस्य साक्षात् परे सकारे परे सकारः वा द्वशब्दः परे वा नो चेत् पदान्तम् अस्ति चेत् अपि एकाचो वशु वश् दशन्तस्य स्युः तस्य प्रकृतिः अत्र दत्तं महोदय अनेन धातुः अनेकात् चेत् अपि तस्य धातोः एकाच् बसादि जसन्तदात्वं अस्ति चेत् अत्रापि कार्यं करोति इति एकाच बस बस अनेन धातुः अनेकाच् अनेकात् चेदपि तस्य धातोः एकाच् बसादि दशन्तधातु अंशस्य किन्तु किमस्ति इति तादृशदशन्तधातु अंशः तस्य अनन्तरं साक्षात् अनन्तरं सकारे परे सकारः वा द्वशब्दपरे अस्ति चेत् कार्यं खलु तादृश एकाच् भागस्य दशन्तभागस्य अनन्तरं किमपि वर्णम् अस्ति चेत् तत्र सूत्रस्य कन्त्राप्रसक्तिः नास्ति खलु मम अवगमनम् आदौ यत्किमपि भवति किन्तु अन्ते यत्र दशन्तः अस्ति दशन्तस्य अनन्तरं साक्षात् सकारे सकारः वा नो चेत् द्वशब्दः वा आयाति चेत् स्वीकृत्य पतति अनन्तरं किमपि अन्यवर्णः अस्ति चेत् कार्यं न करोति तर्हि निमित्तं न भवति खलु मणिमहोदय प्रत्यगमिच्छति किं नूतनदातु कुत्र महोदय अनन्तरं दिश् इति दिश एकनिमिषं महोदय अकारान्त दिश् दिह दिश् धातुः उभयपति उपय उपचये सर्वं दुः धातुवत् भवति अङ्गकार्यमपि सन्धिकार्यमपि तथा अङ्गकार्यं हलादिपित्सु उभयां लघुकः गुणः दिश् योहति उहन्दपदु उहन्द उहन्दलघुपदस्य च इत्यनेन देह् योहति अनन्तरं सन्धिकार्यं देग् दि सन्धिकार्यं परम् आप् कुत्रचित् आफ्टर्स् पश्याम्य अजादिपित्सु उभधायां लघु इकः गुणः दिह् योह आनि उहन्दपद उहन्दलघुपदस्य च देह् योह आनि देहानि हलादिपित्सु निति च गुणनिषेधः दिह् योहति तः सन्धिकार्यम् एव दिग्धः अजादीयपित्सु इति निति च गुणनिषेधः दिह् युहान्ति वर्णमेलनेन दिहन्ति सन्धिकार्यम् उपरि यथा दुः धातोः कार्यं तथैव एव अत्र रूपाणि वक्तव्यं महोदय लटि लटि लिह् योहति अत्र पित्तस्ति अतः उगन्धलु उपदिश्यति सूत्रेण देह् इति भवति देह् योहति दकारादि हकारान्तदातु अत्र दादे धातोः इति सूत्रेण हकारस्य दकार आदेशः अनन्तरं जससदोर्दोदः इति सूत्रं कार्यं करोति अतः ति स्थाने दि आदेशः इदानीं देगयोः जलां जस्य अत्र महोदय अधः चतुर्थगकारस्य स्थाने तृतीयगकारादेशः अतः देग्दि इति रूपम् अनन्तरं तः अपि तस्य अतः गुणनिषेधः परन्तु सन्धिकार्यं भवति दिह् योः तः तदेव तदिदातुगः जसञ्चतुर्दोदः देन् जलं जसि इति त्रयाणां सूत्राणां कार्यं कृत्वा दिग्धः इति रूपं भवति अत्र गुणं कार्यं न भवति दिश्योहतः धातु दकारादि हकारधातु अतः दादे धातु कः इति सूत्रेण हकारस्य गकारः आदेशः अनन्तरं जसस्वतोर्दोदः जस्वर्णः गकारः अतः जसस्वतोर्दोदः इति सूत्रेण तः स्थाने दः आदेशः इदानीं जलां जसि इति सूत्रेण गकारस्य तृतीयगकारः आदेशः जस्वर्णः अतः दिग्धः इति रूपं भवति अनन्तरम् अन्ति अत्र किमपि कार्यं भवति दिहन्ति इति एव रूपं भवति महोदय लो मध्यमपुरुषे स अस्ति सि अस्ति अत्र तपि पित् अतः पोन्दलोपदेशसूत्रेण देश् इति रूपं देश्योः सि अत्र दधि धातो गः इति सूत्रेण गकारस्य हकारस्य अनन्तरं सि अस्ति गकारः परिचय कार्यं करोति महोदय अत्र तेक आदेशकृत्योः ककारस्य एव भवति खलु आमां तर्हि गकारः अस्ति आदेशप्रत्यय कार्यं करोति अतः प्रथमं करीषा अनन्तरम् प्रथमककारः आदेशः करीषा इति सूत्रेण अनन्तरम् आदेशप्रत्ययः इति सूत्रेण गौर्गीयमस्य आदेशप्रत्ययः इति सूत्रेण सि आदेशः सि स्थाने किमपि अस्ति किं सरला भगिनि दोषम् एकाग्रं न करोति वा दिग् भवति न सकारपरे अस्ति आं भवितुम् अर्हति न अद् लङ्ग् करोति निश्चयेन भवति खलु आमामां भवति सत्यं सत्यं धन्यवादः भगिनि प्रथम तृतीयदकारस्य दकारादेशः अनन्तरं तर्हि पश्यामः चेत् हरि च एकासौ बसव स्टेशन् तस्य स्युः प्रथमं किं भवति कार्यं कस्य कार्यम् एकाशो बसव तदेव प्रथमम् अनन्तरमेव हरि च देग् योगः योगः इति अनन्तरमपि चतुर्थकारः करीच इति कार्यं करोति उत्तर प्रथमककारः आदेशः दिग् योः शी शी आदेशप्रतियोगति सूत्रेण श्रीस्थाने शी आदेशः देक्षी इति रूपम् अनन्तरं तः तः अत्र दधे दधोगः अपि च अत्र दधे दधोगः जषष्टो दोदः इति सूत्रेण दिग्धः इति रूपं जलां एकमपि अन्यत् कार्यमपि जलां दृष्टसि इति सूत्रेण दिग्धः इति रूपं भवति बहुवचने अपि दिग्धः इति दिग्ध द्विवचने दिग्धः बहुवचने दिग्ध अनन्तरम् उत्तमपुरुषे पित्तस्य आनि आवाम दिक्षयोः आनि अत्र पुहन्दलपुरुषसूत्रेण देह् भवति अतः देहानि देहाव देहाम इति रूपाणि भवन्ति महोदय किं भगिनि धन्यवादः सरला भगिनि वयं अहं लोट्ल कार्ये उक्तवान् धन्यवादः भवान् मि अस्ति अतः पित्वम् अस्ति देग् इति रूपं भवति देग् मि अनन्तरं दिह्वः दिह्मः लोट्लकार प्रथमपुरुषे एकवचन तु इति अपि अस्ति अतः पुगन्तलघुपद्यस्य इति सूत्रेण देहयोग तु देहयोग तु भवति तकार झलि अस्ति इदानीं होड् प्रतिपाद्य दादे धातोग इति सूत्रेण हकारस्य स्थाने घकार आगच्छति दिघयोग तु भवति इदानीं जषस्ततोध इति सूत्रेण तकारस्य स्थाने धकार आगच्छति दिग्योग ध भवति झलाञ्चषि सूत्रेण दिग्ध दिग्धु भवति दिग्धु तात् अपित् अस्ति अपित् सार्वधातुक अपित् इति कितिङिति परे गुणनिषेधः भवति इदानीं पुनः दादे धातोग इति सूत्रेण दिघयोग तात् भवति तदनन्तरं झषस्तदोध इति सूत्रेण दिग्योग धात् आगच्छति तदनन्तरं झलाञ्चषि भवति दिग्धात् तथैव दिग्धां भवति द्विवचने बहुवचने ध्यन्तु वर्णमेलनं केवलं भवति लोट्लकार हि अस्ति मध्यमपुरुष हि आगच्छति तत्र द्वियोग हि अत्र हि स्थाने धि आगच्छति किं सूत्रमस्ति हूझल्भ्यो हेधि द्वियोग हि प्रथमं हूझल्भ्यो हेधि तत्र हकारस्य स्थाने धि आगच्छति द्वियोग धि इदानीं धादे धातोघ इति सूत्रेण दिग्योग धि भवति दिग् योग धि तदनन्तरं झषसतो ध इति सूत्रेण दिग् अल्पप्राण ग आगच्छति, दिग् योग धि दिग्धि इति भवति। साधु तात् यथा पूर्वं कृतवन्तः दिग्धात् इति भवति, तं दिग्धं दिग्धं भवति, दिग्ध भवति। प्रथमपुरुष न उत्तमपुरुष एकवचने सर्वे फित् अस्ति उत्तमपुरुषे, तद् पुगन्तलघुपद्यस्य कार्यं करोति। देहान् तदनन्तरं वर्णमेलनं देहानि दे देहाव देहाम इति भवति। धन्यवादः भगिनि, भगिनी लोट् करोति महोदय। लङ् लङ् लोट् लकारे तु पित् अस्ति किल, तत् एव अपित् तत् कृतवती तात् अपि अस्ति सूपित् अस्ति। धन्यवादः। अस्तु, लङ्लकारे तु अडागमः भवति, लुङ् लङ् लुङ् लङ् लृङ्क्षुष्वडुदातः इति सूत्रेण अदिः इति इदानीम् अङ्गम्, तत्र तु प्रथमं पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवति, अधेः योगः तप्रत्ययः हलन्त हल् परतः अतः अपृत्त प्रत्ययः इति कृत्वा हल्ङ्याभ्यो दीर्घ चुतिस्य पृत्तं हल् इति सूत्रेण तकारस्य लोपः अधेः इति भवति। अधेः इति पदसंज्ञा अस्ति, अतः दादेर्धातोर्गः इति सूत्रस्य कार्यं पदान्ते अपि। अधोग् हकारस्य स्थाने घकारादेशः अधोग् इति भवति। अनन्तरं क्षम्यताम् अधेग् अधेग् आम् आम् अधेग् अधेग् अनन्तरं जलां जशोन्ते इति सूत्रेण अधेग् वा अवसाने इत्यनेन अधेक् अधेग् अधेक् भवति अधेग् अत्रापि वा स्तोः परे एव किल भगिनि ओहोहोहो पदान्ते आमामामां धन्यवादः भगिनि आं भवति जलां जशोन्ते अत्र नास्ति दादेर्धातोः गः अनन्तरं भवति किल 8232 अनन्तरमेव भवति किल तदनन्तरं 8232 अनन्तरम् अस्तु एकः एव अच्छस्ति अनन्तरं बशन्त बशादि जशन्तधातुः अस्ति बशादि जशन्तः एव किल भगिनि जशादि बशादि जशन्तधातुः अस्ति अतः तृतीय तृतीयधकारस्य स्थाने महाप्राणधकारः अधोक् अधोग् अधेक् अधोग् अधेक् इति रूपद्वयम् अस्तु धन्यवादः भगिनि आं भावसाने अपि आम् इदानीं ताम् इति द्विवचने अत्र अधिः योगः तां तत्र तु गुणकार्यस्य प्रसक्तिः नास्ति दादेर्धातोर्गः इति सूत्रेण अधिः अधिः योगः तत्र गकारादेशः अधिग् अधिग् योगः तां जषस्ततोर्धोर्धः अधिग् योगः धाम् जलां जश् जषि अधिग्धाम् इति भवति तत्र यदा बहुवचने तु वर्णमेलनमेव अधिहन् इति भवति अनन्तरं यदा प्रथमपुरुष एकवचने कृतवन्तः तादृशमेव कार्यं मध्यमपुरुष एकवचने अपि पुगन्तलघुपदस्य च इत्यनेन गुणः अधेः योगः सप्रत्ययः हल्ङ्याभ्यो दीर्घातुतिस्य प्रत्यं हल् इत्यनेन सकारलोपः अदेः अनन्तरं पदसंज्ञा जातम् अतः दादेर्धातोर्गः इत्यनेन गकारादेशः अधेग् अनन्तरम् एकाचो बशो बश् जषन्तस्य स्तोः इत्यनेन दकारस्य स्थाने महाप्राणा दकारादेशः अधेग् जलां जशोन्ते इत्यनेन अधेग् वा अवसाने इत्यनेन अधेक् समानकार्यमेव तत्रापि द अम् तं तत्र समानकार्यम् इत्युक्ते तत्र गुणः न भवति अधिक् जषस्ततो क्षम्यतां दादेर्धातोगः इत्यनेन यदा वयं ताम् इत्यस्य कृतवन्तः जषस्त दादेर्धातोर्गः जषस्ततोर्दोदः जलां जश् जषि अधिग्धम् अधिग्ध बहुवचने अम् इति पित् प्रत्ययः अदेह् अदेहं वा मातु अपित् प्रत्ययः वर्णमेलनमेव अधिह्व अधिह्म अस्तु भगिनि धन्यवादः विधिर्लिङ्ग् वदामि किल तर्हि विधिर्लिङ्ग् अत्र किमपि कार्यं नास्ति तर्हि वर्णमेलनं दिह्या दिह्यातां दिह्युः दिह्याः दिह्यातं दिह्यात दिह्यां दिह्याव दिह्याम इति अग्रे आत्मनेपदिरूपं लट्लकारं वदामि चेत् के इति प्रत्ययः दिह्योगः ते अपि तस्य इति कृत्वा अत्र केवलं निपीचेत्यनेन गुणनिषेधः दिह्योगः ते अदादेर्धातोर्गः इत्यनेन दिग्योगः ते अनन्तरम् अधुना जषन्तधातुः अस्ति तर्हि जषस्ततोर्दोधः इत्यनेन तकारस्य धकारः दिग्योगः दे अनन्तरं जलां जषि इत्यनेन दिग्दे इति आते आते वर्ण दिहाते अनन्तरम् अते वर्णमेलनं दिहते ते इति अस्ति दिह् योगः ते अधुना किमस्ति पुनः गुणकार्यं निषिद्धम् अपि तस्य इति कृत्वा तर्हि दादेर्धातुर्गः इत्यनेन दिग् भवति दिग्योगः ते अधुना किमस्ति एकाशो बशो बष्टन्तस्य स्वोः इति सूत्रेण दकारः आयाति दकार अल्पप्राणदकारस्य स्थाने महाप्राणदकारः तर्हि देग् योगः ते अनन्तरं खरीचे इत्यनेन दकारस्य ककारः अनन्तरम् आदेशप्रत्ययोः इत्यनेन के इति प्रत्ययस्य शल्पं भूत्वा शे इति तर्हि भेक्षे इति दिक्षे इति दिक्षे इति रूपं दिक्षे दिक्षे अग्रे आते केवलं वर्णमेलनं दिहाते द्वे अत्रापि अत्रापि धातेर्धातुर्गः इत्यनेन धातेर्धातुर्गः इत्यनेन दिग् योगः द्वे द्वशब्दः परे अस्ति इति कृत्वा एकाशोभशोभषष्टन्तस्य स्वोः इति सूत्रेण दिग् योगः द्वे जलाङ्गशि इत्यनेन दिग्द्वे अनन्तरम् ए इति अस्ति ए इत्यपि अपि तस्य इति कृत्वा निपीचेत् गुणनिषेधः दिहे इति अनन्तरं दिह्वहे दिह्महि कामि कार्यं किमपि नास्ति दिह्वहि केवलं वर्णमेलनं दिह्वहि दिह्महि अग्रे मणिमहोदय स्वीकरणः किम् अग्रे लोकसरे ताम् आत्ताम् इति अतः दिह्योहः दिह्योः ताम् इदानीं दाते दातोगः सूत्रेण दिग् योः ताम् अनन्तरं जशस्लो दोदः इति सूत्रेण तां स्थाने ताम् आदेशः देह् इदानीं देग्दाम् इति जलां जस् जसि सूत्रेण गकारः आदेशः देग्ताम् अनन्तरं द्विवचने दिहात्तां दिहत्ताम् अनन्तरं स्व इति मध्यमपुरुषे दादे दादौ इति सूत्रेण दिग् योः स्व अत्र दिग् योः एकाचो बस् बस् कार्यं करोति वा अत्र एकाचो बसो बस् सूत्रेण दकारस्य दकारः मूर्धन्यदकार आदेशः दिग् स्व इति इदानीं करीच इति कार्यं करोति अतः प्रथमककार आदेशः चतुर्थककारस्य दिग् योः स्व आदेशे प्रत्ययोः इति सूत्रेण सकारस्य शकार मूर्धन्यसकार आदेशः अतः दिक्ष्व इति रूपं भवति द्विवचने दिहात्ताम् अनन्तरं दिह् योः द्वं दादे दादो कार्यं करोति दिक् योः द्वम् अत्रापि एकाचो बसो बस् कार्यं करोति प्रथम तृतीयदकारस्य चतुर्थदकारः दिग् योः द्वं जलां जसि सूत्रेण दिग् चतुर्थदकारस्य तृतीयदकारादेशः दिग्द्वम् इति रूपं भवति बहुवच उत्तमपुरुषे ऐ अत्र दिग् योः ऐ अत्र किमपि कार्यं करोति दिहै इति रूपं भवति मर्गति इति पित्तस्ति दिहै गुणकार्यं पुगन्धलोपदेशसूत्रेण देह देहै इति रूपं द्विवचने दिहावहै बहुवचने दिहामहै इति अदु देहामहय महोदय देहावहै देहामहे धन्यवादः महोदय देहे योग लङ्लकारे आत्मनेपदी प्रथमं अडागम भवति लङ् लोङ् लिङ् लक्षु दाति सूत्रेण अद्देहे योगत इदानीं होड प्रभाद्य दादे धातोग इति सूत्रेण अद्दिग् योगत भवति झषतोध इति सूत्रेण तकारस्य स्थाने धकारः गच्छति अद्दिग् योग ध इदानीं झल् झलाञ्च शशि इति सूत्रेण अद्दिग् ध इति भवति अद्धि आतां वर्णमेलनम् अद्धिहातां अद्धिहत् द्वितीय मध्यमपुरुष थ अस्ति न भगिनि अथ अस्ति अथा अस्ति प्रत्यय थ अस्ति वा था अस्ति थ अस्ति मध्यम प्रथम मध्यमपुरुषे एकवचने लङ्लकारे ताः ताः अद्दिग् अद्दिः योगः था अत्र अपित् अस्ति दादे धातोग अद्दिग् योग इदानीं थका झषसदोध थकारस्य स्थाने धकारः गच्छति अद्धिग् योग धा इदानीं झलाञ्च शशि अद्धिग् योग धा अद्धिग्धा वर्णमेलम् अद्धिगा अद्धिहाथां ध्वम् इति प्रथमम् अद्धिः योग ध्वं दादे धातोग अद्धिग् योग ध्वम् इदानीम् एकाचो बशो बश् कार्यं करोति दकारस्य स्थाने महाप्राणधकारः गच्छति अद्धिग् योग ध्वम् इदानीं झलाञ्च चषि अद्धिग्ध्वम् इति भवति उत्तमपुरुषे वर्णमेलनम् अधिः अद्धिवहि अद्धिमहि इति भवति विधिलिङ्ग केवलं वर्णमेलं भवति दिहीत दिहीयातां दिहिरन् दिहिथाः दिहीयाथां दिहिध्वं दिहीय दिहिवहि दिहिमहि. धन्यवादः. विधिलिङ्ग भगिनी एव उक्तवती इदानीं. अहं महोदय ई पत्रं लिखामि अस्माकं प्रश्नं पृष्ट्वा. तर्हि अत्र विरमामः किम्? अग्रे गच्छामः चेत् कृष्णं भवति. धन्यवादः. धन्यवादः भगिनी. शुभरात्रिः. धन्यवादः.